नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणे वर्गे स्वागतम्। आर्धधातुकप्रकरणे अग्रिमपाठः लृङ्लकारः इति विंशतितमपाठः। तत्र एतावता दशसु लकारेषु अस्माभिः सार्वधातुकप्रकरणे लट् लोट् लङ् विधिलिङ् दृष्टवन्तः। अनन्तरं तत्र लुट् लकारः दृष्टवन्तः, भविता भवितारौ भवितारः लुट् लकारः। लुटः प्रथमस्य डारौ रसः इति सूत्रमासीत् स्मरन्ति चेत्। शतासि लू लृटोः नृ लुटोः, अनन्तरं लुटः प्रथमस्य डारौ रसः इति सूत्रमासीत्। तत्र वयं लुट् लकारः, अनन्तरं कर्तरी कर्तरी इति न लृट् लकारः एव गतपाठः आसीत्, भविष्यति भविष्यतः भविष्यन्ति इति रूपम्। अनन्तरं तत्र आशीर्लिङ्ग् लकारेषु अस्माभिः केवलं कर्मणि आशीर्लिङ्ग् एव दृष्टं खलु, तदेव आशीर्लिङ्ग् परस्मैपदे इति दृष्टम्, आशीर्लिङ्ग् परस्मैपदे इति दृष्टम्। सो आशीर्लिङ्ग् भूयात् भूयास्तां भूयासुः इति रूपं सूत्रं स्मरामि परस्मैपदेषु। आशिषि लिङ् लिङ् लोटौ, आशिषि लिङ् लोटौ इति सूत्रम्। अनन्तरं लिङ् आशीर्लिङ्ग् लुङ् लकारः अपि अस्माभिः दृष्टं, तदेव कर्मणि लुङ् एव दृष्टं, न तु कर्तरि। तत्र कर्मणि लुङ् सूत्रं के लुङ् अभावि अभावि अभविष्यताम् अभविष्यत। ओके क्षीणो लुक् चिण् भावकर्मणोः श्लीलुङ्गि श्लीलुङ्गि चिण् भावकर्मणोः चीणो लुक् इति सूत्रेण तत्र अभावि तत्रापि अडागमः, लुङ् लुङ् लृङ्क्षुष्वडुदातः खलु, अतः तत्रापि अडागमः भवति। अभावि अभविषताम् अभाविषताम् अभविषत अभाविषत लुङ् लकारः, तद् केवलं वयं कर्मणि एव दृष्टवन्तः, न तु कर्तरि। सत्यम्। अनन्तरं लिट् एव लिट् इदानीमेव गतपाठः आसीत् खलु, सो औट् आफ् द टेन् लिट् अवशिष्टं, लिट् न दृष्टवन्तः, कर्तरी लुङ् अवशिष्टम्, लृङ् लकारः एव इदानीम् अभविष्यत् अभविष्यताम् अभविष्यन् इति रूपाणि। कर्मणि तु कर्मणि कर्मणि इति दृष्टवन्तः, कर्मणि भावे च इति आसीत्, परन्तु तत्र अस्माभिः पूर्णतया दृष्टं वा लट् लोट् लङ् विधिलिङ् विहाय न इति चिन्तयामि, न खलु, न केवलं लटि लोटि लङ्गि विधि लिङ्गि एव आसीत् सार्धातुके यक् इति उक्तवन्तः, तत्र दृष्टवन्तः अस्माभिः यक् इति न भवति इति, केवलम् भविष्यति भविष्यते इति तावदेव भवति इति अस्माभिः पठितम् आसीत् इति चिन्तयामि, केवलं भविष्यति इति अस्ति, यक् प्रत्ययः न भवति, तत् तथैव तत्र केवलम् आत्मनेपदी भवति खलु, तत् आत्मनेपदी कर्मणि आत्मनेपदी भविष्यते इति भवति, भविष्यति इत्यस्य कर्मणि रूपं भविष्यते तावदेव इति किमपि अत्र परिवर्तनं न भवति इति, आत्मनेपदी रूपम् आत्मनेपदी प्रत्ययः एव भवति तावदेव इति अस्माभिः दृष्टं, किञ्चित् पठितं सम्यक् न स्मरामि, तत्र तत्र मेन्शन् आसीत् तादृशचिन्तनम् अस्तु। सो अत्र अतः दशसु लकारेषु लिट् एव अवशिष्टं, यदा लृङ् अपि कुर्मः केवलं लिट् अवशिष्टम्, लुङ् लकारे तु कर्तरि कर्तव्यं सामान्यं कर्तव्यं कर्मणि भावे एव कृतं प्रायः कर्मणि भावे पाठे आसीत् वा न स्मरामि परन्तु अत्र इण्डेक्स् मध्ये लुङ् लकारः कर्मणि भावे इति पृथक्तया अत्र तद्वादशप्रत्ययाः सन्ति खलु अतः तत् क्लिष्ट अस्ति तत् केवलं कर्मणि एव आशलिङ्गे आत्मनेपदि अपि तत्रापि किञ्चित् तदपि न कृतं तदपि निरागमस्य चिन्तनमस्ति सत्यं मध्ये यङ्ग् लुगन्तदातवः अपि अस्माभिः कृतं तावदेव परन्तु सार्वदा दशसु लकारेषु लिट् पूर्णतया अवशिष्टा एतत् सर्वम् अर्धार्धभागः इति अस्तु इदानीं लृङ् लकारः कुर्मः लकार लकार वयोग यथा वयं पठितवन्तः तत्र लृट् लकारे तादृशसूत्राणाम् अध्ययनं न कृतवन्तः अस्माभिः लृट् लकारस्य लट्लकारस्य कथं भवति अत्र तद् तद् नवसूत्राणि खलु आमां तत् तादृशसूत्राणि लट्लकारस्य अपि अस्ति खलु तद् समीप समीपकाले तत्र भूत अपि भविष्य अपि लट् भवति इति तत् अनेकानि सूत्राणि सन्ति तत् वर्तमानवत् वा वर्तमानसमीपे वर्तमानवत् वा इति तादृशसूत्राणि अस्माभिः न पठितं तत्र चिन्तनं नासीत् अतः तद् न आसीत् आं सत्यं प्रायः अग्रे योजयिष्यन्ति दृष्टुं रक्ष्यामः एतदेव अत्र आवल्याम् एतदेव अन्तिमपाठः इति दृश्यते 20th पाठः तस्मात् अनन्तरं किमपि नूतनं न योजितम् पठामः महोदय भवान् एव आरम्भम् लङ्लकारः आर्धात्मकप्रक्रियायाः आरम्भे अनिरादि श्रूयते खलु मम ध्वनिः सम्यक् श्रूयते वा सम्यक् एव अस्ति आर्धात्मकप्रक्रियायाः आरम्भे अनिरादिप्रत्ययाः परिशीलिताः णिच् यक् यासुत् यङ् लुक् यङ् लेप् अनेन सौकर्यम् आसीत् यतोहि कुत्रापि इडागमचिन्तनं नापेक्षितम् यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत् लाभाय इति मातुः सिद्धान्तः अनिडादिप्रत्ययान् परिसमाप्य इडागमपाठः आरब्धः अनेन अधुना सर्वे जानन्ति के के धातवः सामान्यतः सेटः के च अनिटः के च वेटः इति तर्हि अग्रे तद् आधारेण इडानुकूलप्रत्ययाः परिशीलनीयाः आसन् समूहरूपेण कीदृशसमूहः कार्यस्य आधारेण प्रत्ययस्य प्रथमवर्णम् अधिकृत्य समूहीकरणं भवति यतः तमेव वर्णम् अनुसृत्य कार्यं भवति अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णसम्बद्धं च भवति इति अस्माभिः आदौ आधात्मिकप्रक्रियाम् आदौ अस्माभिः अनेक प्रत्ययानाम् अध्ययनं कृतवन्तः तत्र कार्यसमयं वर्तते इति समूहीकृत्य अस्माभिः पठितमासीत् इदानीं तत्र इडागमस्य पाठः तत्र अस्माभिः दृष्टं के सेट् अनिट् इत्यादि इति धातूनामपि तत्र अध्ययनं कृतम् इदानीं तदाधारे इडानुकूलप्रत्ययाः प्रत्ययानाम् अध्ययनं जायमानमस्ति तत्र अस्माभिः लुट्लकारस्य अस्माभिः पठितं लुट्लकारस्य लुट्लकारस्य अपि पठितम् इदानीं तत्रापि प्रत्ययस्य प्रथमवर्णम् अधिकृत्य समूहकरणं भवति इति कृत्वा तत्र तत्र आदौ काश् इति कृतम् इदानीं स्य इति तत्र लुट्लकारे इदानीं लिङ्लकारस्य तदेव अग्रे पठामि वा आम् आम् महोदय येषाम् इडानुकूलप्रत्ययानाम् आरम्भे तकारः वर्तते अपि च ये अचितः सन्ति ते एकत्र एकः समूहः भवति तास्तव्यत्वमुन्त्रिच् एते चत्वारः तकारादि अकित् प्रत्ययाः स सकासि लुलुटोः इत्यनेन लुटीपरे धातुतः तास् प्रत्ययः भवति, धातुभ्यः विधीयमानः तास् न तिङ् न वा चित् तिङ्क्षित् सारधातुकम् इति कृत्वा आर्धातुकसंज्ञकः वलादिः आर्धातु आर्धातुकस्य इड् वलादेः इति कृत्वा इडानुकूलः इडनुकूलः. तदा दृष्टवन्तः यत् तव्यत्वमन्त्रिच् अपि तथैव सन्ति, एते त्रयः प्रत्ययाः न तिङ् वा न वा चित् इति कृत्वा आर्धातुकसंज्ञकाः वलादयः च वशादयः च वशादय न नेड् वशीकृति इति कृत्वा इडानुकूलाः. अत्र पुनः इतोपि सादृश्यं वर्तते इति दृष्टवन्तः, यतोहि तास्प्रत्ययः तकारादिः एते त्रयः तव्यत्वमुन् तृच् अपि च तैव, अस्य सर्वस्य दर्शनेन बुद्धं यत् लुट् लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि. पुनः एतेषु त्रिषु प्रक्रिया साम्यं बहु अधिकम् अस्ति इत्यतः तेषां त्रयाणां तकारादिप्रत्ययानां चिन्तनं मिलित्वा कृतम्. अपि च आहत्य येषां चतुर्णां तकारादिप्रत्ययानाम् इडागम अपवादभूताः दातवः अतीव न्यूनाः इति कृत्वा इडानुकूलप्रत्ययेषु अयं प्रत्ययसमूहः प्रथमतया अधीतः. अत्र वयम् इदानीं लकारस्य विषये चिन्तयामः, परन्तु तत्र इदानीं सेट् प्रत्ययस्य अध्ययनं इदानीं जायमानम् अस्ति. तत्र आदौ तकारादिप्रत्ययस्य तत्र लुट् लकारस्य कृत् अस्माभिः अध्ययनं कृतं, तत्रैव कृत् प्रत्ययस्य अपि अध्ययनं कृतं. तत्तव्यत्वमन्त्रिच् किमर्थमिति चेत् तयोः मध्ये साम्यमस्ति, तत्र तास् अपि च तव्यत्वमन्त्रिच् एते त्रय एते चत्वारः प्रत्ययाः अपि वलादयः न वशादयः, अपि च तेषां तत्र प्रक्रिया साम्यमस्ति, आर्धातुकप्रक्रिया अस्ति, इडानुकूला अस्ति. अत अपि च तत्र इड् तत्र निषेधसूत्राणि अपि तत्र अतिरेकसूत्राणि न्यूनानि इति कृत्वा तत्र तेषां अध्ययनं कृतम् अस्माभिः. कृत् प्रत्ययानाम् अध्ययनं कृतं, कृत् प्रत्ययानपि अध्ययनं कृतं, यद्यपि अस्माकं तु लकारस्य अध्ययनमेव, परन्तु साम्यमस्ति एषा तत्र प्रक्रिया मात्रा तत्र अनुसृतः अनुसृतः तत्र सम्यक् पठितं समानमेव अस्ति. समानकार्यमस्ति चेत् तत्रैव तत्र पठामः इति कृत्वा सुलभमस्ति. सत्यं, तत्र वयं यदा तत्र धातुपाठे पश्यामः तत्र तु वर्गीकरणं भिन्नरीत्या एव अस्ति खलु. लट् लिट् एव अनन्तरम् आगच्छति, लकारः ल इ लिट् लुट् उकारः तादृशमेव तत्र वर्गीकरणं कृतं खलु. उ ओ लोट् तत्र तु भ्रमः भवति, लट् अनन्तरं यदा लिट् लकारस्य प्रक्रिया लिट् लकारः सामान्यतया एव क्लिष्टः, लट् लकारस्य अनन्तरं वद यदि लिट् लकारस्य पठनम् आसीत् चेत् लैट् हेण्ड् ड्रैविङ्ग् लेफ्ट् हेण्ड् ड्रैविङ्ग् लेफ्ट् हेण्ड् ड्रैव् करणीयम् अस्मिन् मार्गे लैट् रैट् क्रमः एतदेव खलु, तदेव तत्र अष्टादेश डाट् काम् मध्ये अपि तादृशमेव वर्गीकरणं कृतं खलु. लट् लिट् लोट् क्षम्यतां लुट् लोट् लुट् लोट् तयोः तत्र साम्यमेव नास्ति. वयं यदा पठामः तत्र भ्रमः एव भवति खलु, लुट् लिट् लोट्. ओ गाड्, यदा प्रायः फस्ट् मातृः मातृभिः यत् पाठितं तत् पठित्वा यदा वयं तत्र गच्छामः तत्र किञ्चित् प्रायः सरलं भवेत् इति मम चिन्तनम्. अहं तु न जानामि, परन्तु भारतदेशे सार्धातुकलकारः तत्र अमेरिकादेशे सार्धातुकलकारः समीचीनं भवति. लेफ्ट् हेण्ड् ड्रैविङ्ग् यथा अत्र रैट् हेण्ड् ड्रैविङ्ग् सत्यं तो लट् अनन्तरं लिट् तु बहु भ्रमः जनयति लिट् लकारस्य तु अट्लीस्ट् लट् लकारस्य भ्वादिगणः 90% दातवः सन्ति खलु नवतिशतं वा नवतिशतं सो तत्र किञ्चित् तद् तु अवगन्तुं शक्यते परन्तु लिट् लकारस्य प्रत्येकदातोः तत्र रूपाणि भिन्नभिन्नरूपेण साधनीयं खलु ओ मै गाड् भगिनी भवती पठतु अद्य अरुणा भगिनी न आगच्छामि इति उक्तवती यथा धव्यत् तुमुन् तृच् इत्येषु त्रिषु प्रत्ययेषु अस्माकं सामान्य इडागमपाठे एक एव अपवादः तीश सह लुब ऋष ऋषः इत्यनेन दिवादिगणे इष्धातुः सह लुब् ऋष ऋष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि आर्धधातुकप्रत्ययाः विकल्पेन इडागम अनुकूलाः तासी नाम लुट्लकारे तीश सह लुब ऋष ऋषः इति तु प्रसक्तम् अस्ति इति तु प्रसक्तम् अस्ति तद्विहाय च इतोपि केवलम् एकः अपि अपवादः तासी च कृपः इत्यनेन कृप् धातोः परस्य परस्मैपदसंज्ञक ताश्च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति वयं पूर्वं कृप् प्रत्ययानां कृते विषयः तव्यत् तुमुन् तृच् तत् अत्र तव्यत् तुमुन् तृच् इत्येषु त्रिषु प्रत्ययेषु सामान्य इडागमः पाठे सामान्य एक एव अपवादः इत्यपि वयं दृष्टवन्तः परन्तु न स्मरः तिश सह लुब ऋष ऋषः इत्यनेन दिवादिगणे इष्धातुः कृते विकल्पेन इडागम अनुकूल इडागम अनुकूलचिन्तनं भवति इष्धातुः सह लुब् ऋष ऋष् इत्येभ्यः पञ्चभ्यः धातुभ्यः अपि तकारादि आर्धधातुकप्रत्ययाः ओके सो तव्यत्वं तृचितेषु विषयेषु अपि च तासि नाम लुट्लकारे अपि तीश सह लुब ऋष ऋषः धातूनां धातुभ्यः प्रसक्तिः अपि अस्ति तद्विहाय च इतोपि केवलम् एकः अपि अपवादः तासी च कृपः कृप् धातु सो तासी अपि तीश सह लुब ऋष ऋषः ऋष् धातोः कृते अपि विकल्पेन इडागम अथवा इडागमचिन्तनम् अस्ति इति विकल्पेन इडागमः तासी अपि च तव्यत्वं तृच् इत्यस्य कृते इष्धातुः इष्धातुः अपि च सः ओ तीश ओ ती ईश सः लुब ऋष ऋषः अस्तु सो तासि प्रत्यये अपि च तव्यत् मन्त्रच् प्रत्यये विकल्पेन इडागमचिन्तनमपि अस्ति अस्तु तासि च कृपः कृप् धातोः परस्य परस्मैपदसंज्ञकताश्च परस्मैपदसंज्ञकसकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति तासी परस्मैपदसंज्ञक ओके अनन्तरं परस्मैपदसंज्ञकसकारादि आर्धधातुक सकारादि आर्धधातुकप्रत्यय किं वयं दृष्टवन्तः सकारादि आर्धधातुकप्रत्यय आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति कृप् धातोः अत्र क्लृप् इति अत्र लेटर् इट् कम् अस्तु अस्तु भगिनि तदेव तद् सूत्रमासीत् खलु आम् आम् आम् कृपोरोलः सम्थिङ्ग् कृपोरोल् अन्ये तकारादि अन्ये तकारादिकृत् प्रत्ययाः तकारादिकृत् प्रत्ययाः त्वा तवतु त तिन् इति प्रसिद्धाः परन्तु अस्मिन् पाठसमूहे न सम्मिलिताः यतोहि येषां चतुर्णाम् इडागमविशेषाः अनेके सन्ति तास् तव्यत् तुमुन् तृच् इत्येषु विशिष्ट इडागमसूत्राणि अतीव न्यूनानि सन्ति न्यूनानि भगिनि अस्माकं कृते किमपि न्यूनं नास्ति अतः ये इडागमसम्बन्धसामान्यनियमाः ये इडागमसम्बन्धसामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छन्ते अस्मिन् पाठे किन्तु वा तवतु त तिन् इत्येषां प्रत्ययानां कृते अनेकानि विशिष्ट इडागमसूत्राणि सन्ति तदर्थम् येषां पाठः पृथक् भवति तवतु त इत्यनयोः इडागमव्यवस्था समानाः त अन्तवतु अस्तु अतः एकत्र तयोः पाठः भविष्यति अस्माकं करपत्रे अस्ति वा भगिनि तवतु तवतु त प्रत्ययसन् ट्वेण्टियत् लेसन् इस् द लास्ट् सो अन्लेस् दे फिनिश् सम्थिङ्ग् एल्स् वी विल् बी वि हव् टु गो सूपर् स्लो नौ आं भगिनि ऐ लैक् दट् ऐ वाण्ट् टु गो स्लो वि हव् डन् सो मेनि आमाम् एतत् किञ्चित् दीर्घमेव अस्ति परन्तु वाट् हस् हेपेण्ड् इस् तत्र यत्किमपि वयं गतपाठे पठितवन्तः सर्वम् अत्र कापि पेस्ट् अस्ति अनन्तरम् एतस्मात् अनन्तरं तदेव अस्ति पुनः यदा वयं यदा वयं पठन्तः तदा अहं स्मरामि परन्तु अदृष्ट्वा इफ् ऐ एम् आस्क्ड् ऐ वुड् नाट् नो पुनः पुनः तदेव आगच्छति परन्तु मम कृते किम् इत्युक्ते तत्र लट् लोट् लङ् विधिलिङ्ग् अस्माकं प्रयोगे अस्ति अतः रूपाणि स्मरामः परन्तु अन्येषां तु रूपाणां लृट् अपि समीचीनं वयं प्रयोगं कुर्मः परन्तु अन्येषां तु प्रयोगः तादृशं नास्ति खलु अतः तत्र मनसि न तिष्ठति इदानीमपि अहं चिन्तितवती यदा किमपि श्लोकं वा नारायणीयं रामायणे तु न भवति प्राब्लि नारायणीयं वा अन्यत् तत्र रूपाणि आगच्छति चेत् तत्र मार्क् कृत्वा तस्य रूपं कथम् आगच्छति इति चिन्तनीयम् इति चिन्तितवती पश्यामः रामायणीयं क्षम्यता नारायणे मध्ये आधिक्येन लुङ्लकारः एव लुङ्लकारः अपि अस्ति लुङ्लकारप्रयोगः खलु कर्मणि अपि स्यात् इदानीं तादृश दृष्टं तद् व्योम इत्यत्र पुस्तकमस्ति खलु दे हेव् डन् तत्र कम्प्लीट् अनालिसिस् 50 दशकं पर्यन्तं कृतवन्तः 2 volumes तत्र दे हेव् अनलैस्ड् एव्री वर्ड् भगिनी तत् पुस्तकम् अत्र अस्ति वा नो ऐ हेव् टु इदानीं तत्र लभ्यते इति उक्तवन्तः ऐ थिङ्क् इट् इस् ऐ सा सम् डालर् ऐ विल् सी द वेब्सैट् भगिनि इट् इस् ऐ थिङ्क् इट् इस् अवेलेबल् नौ अर्लियर् इट् वास् नाट् देन् सम् आफ् मै दट् बिगिनर्स् क्लास् स्टूडेण्ट्स् दे सेड् दे गाट् इट् इन् US तत्र कृष्णकुमारमहोदय इति केरल संस्कृतविद्वांसः तैः तत्र व्याकरणदृष्ट्या अपि कृतं नारायणीयमिति तत् चिन्मय मिशन् द्वारा तत्र पब्लिश् कृतमस्ति सम्यक् ओ ओ तेषामेव भगवद्गीता अपि अस्ति चिन्मया मिशिन् द्वारा प्रत्येकं शब्दकोशः गीताकोशः इति प्रत्येकं पदं स्वीकृत्य तत्र कर्त व्याकरणदृष्ट्या तद् बहु सम्यक् अस्ति बहु सम्यक् एतत् बहु सम्यक् अस्ति कृष्णकुमार महोदयस्य बालबोधिनी इति पूर्वमासीत् खलु तत्र तत्र द्वयमस्ति एक भक्तप्रिया इति एकं व्याख्यानमस्ति अपि च अपरः अस्ति अपरमस्ति बालबोधिनी इति तत्र बाल भक्तप्रिय इति तत् तादृशविस्तृतं नास्ति अतः अस्माकं कृते किञ्चित् क्लेशः भवति विस्तृतं नास्ति इति कृत्वा तत्र बालबोधिनी विस्तृतमस्ति परन्तु तदपि तस्यापि विस्तारणं कृत्वा कृष्ण महोदयं कृष्णकुमार महोदयेन कृतं बहु सम्यक् अस्ति अहं कृतवान् क्रीतवान् अस्ति ओ चिन्मया सम्यक् अस्ति सत्येनैव नारायणीयम् इत्येव पुस्तकं सत्यम् 800 रुपीस् किमपि अस्ति तत् अमेज़ान् मध्ये मिलति बहु सम्यक् अस्ति तेन आधारेण मया पठितं नारायणी बहु सम्यक् अस्ति तत् सम्पूर्णं किञ्चित् आवश्यक दश प्रायः अवशिष्ट आम् अमेज़ान् मध्ये अस्ति वै नारायणीयं वन् आन्लैन् बुक् बहु सम्यक् अस्ति तत्र US डालर्स् मध्ये अपि अस्ति भगिनि तत्र रूपी भारते अपि मिलति तत्रापि अस्ति US डालर् तत्र सम्यक् अस्ति तत्र किञ्चित् तत्र व्याकरणचिन्तनमपि कृतम् एते अपि तादृशमेव कृतवन्तः एतद् व्योम अपि तत्र तु पूर्णतया व्याकरणमेव एक दे हाव् गिवन् दट् अर्थः प्रत्येकं शब्दस्य अर्थः कः प्रत्ययः धातुः सर्वं कृतं सम्यक् अस्ति पुस्तकं टु वाल्यूम्स् हव् कम् औट् टिल् 50 दशक दे आर् वर्किङ्ग् आन् द नेक्स्ट् वन् That is not available in Amazon. That is available in Vyoma's website. मूलस्यापि तद् बोल्ड् प्रिण्ट् कृत्वा इदानीं तदपि रिलीस् कृतं तत्र अधोभागे भागवतम् अण्ड् नारायणीयं कम्पेरिसन् कुत्र कुत्र कथम् आगच्छति इति बहु सम्यक् अस्ति अनन्तरं तद् चडभरतस्य चरित्रं तदपि अस्ति सम्यक् अस्ति बोध बुक्स् आर् वेरि वेरि नैस् पठनस्य समयः आवश्यकः तावदेव किमपि अन्यत् अस्तु अन्ये एतावता यथा तव्यत् ओके अन्ये तकारातिकृत्पत्याः त्वा तवतु ओके ओके त तिन् इति प्रसिद्धाः परन्तु अस्मिन् पाठसमूहे न सम्मिलिताः ओके अनेके सूत्राणि सन्ति इति ओके अपि च तवतु अण्ट इडागमव्यवस्था समाना अतः एकत्र तयोः पाठः भविष्यति परन्तु त्वा पृथक्तया करिष्यते पुनः तिन् पृथक्तया करिष्यते ओ औट् आफ् दट् ओके त्वा तवतु त तिन् ओके अस्तु भगिनि अग्रे पठामि भगिनि एतावता सामान्यतकाराति अकित् प्रत्ययानां पाठः समाप्तः सामान्यतकाराति अकित् अस्तु नूतनपाठसमूहः च आरब्धः इडनुकूलसकारादि आर्धधातुकः अकित् प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यमाणाः ते एते सन्ति स्य लृट् अपि च लृङ् सिप् लेट् सियुट् आत्मने लेट् वयं पठामः सिप् सीयुट् सीयुट् आत्मनेपति आशीर्लिङ्ग् सन् सनन्तदातवः ओके सो इट् दिस् इस् सकारादि इडनुकूलसकारादि आर्ददातुक आर्ददातुक अकित् प्रत्ययः अस्तु स्य स्य सीयुट् सन् ओके अनन्तरं सिच् लुङ् अपि च लिट् नामदातवः च एते पृथक्तया करिष्यन्ते सिच् लिट् नामदातवः ओके लुङ्लकारस्य लुङ्लकारस्य सिच् प्रत्ययः पृथक् अस्ति यतोहि लुङ्लकारे अनेके प्रत्ययाः सन्ति येषां प्रत्ययानां प्रसङ्गे सिच् करिष्यते अस्तु तस्मिन् पाठे अपि दृष्टवन्तः खलु लुङ्लकारस्य अनेके प्रत्ययाः सन्ति आम् That's why we haven't done Kattari-prayog. Okay. Tarhi, etavata idanukula sakaradi ardhadadaka akit pratyayanam pataha arabdaha gate pate lrit lakarena. Asminapi idagama apavadaha nyunaha. Ahatya panja apavada bhuta sutrani santi riddhanoho sye से सिचि कृत छृत छृत धृत नृतः गमेरिट् परस्नेपदेषु अपि अस्तु न वृद्धि न वृद्ध न वृद्भ्यः चतुर्भ्यः न वृद्भ्यः चतुर्भ्यः तासि च कृपः ओके दीस् आर् आल् पञ्च अपवादभूतसूत्राणि पञ्च अपवाद रुद्धनोहोस्ये वयं स्मरामि रुद्धनोहोस्ये ऋ अपि च हन् धातु से सिचि कृत छृत पदेषु वयं स्मरामः न वृद्भ्यः चतुर्भ्यः ओके तासि च कृपः अस्तु एतानि पञ्चसूत्राणि प्रसक्तानि सन्ति प्रवर्तमाने पाठे अपि यतोहि प्रत्ययः समानः स्य इति प्रत्ययस्य कृते सो दिस् इस् लृङ्लकार सो स्य एव प्रत्ययः पूर्वमपि वयं स्य एव दृष्टवन्तः सो सामान्य आल् दीस् पञ्च अपवादसूत्राणि अत्रापि अत्रापि सन्ति ओके रुद्धनोः से से सिचि कृत छृत छृत छृत धृत धृत नृतः पृथ्भ्यः चतुर्भ्यः दासि अस्तु भगिनि अत्र पुनः आगच्छति अतः तत्र पठामः अस्तु महोदय भवानेव लिङ् परिचयः तर्हि अधुना अस्मिन् पठे पाठे स्वप्रत्ययः अग्रे गच्छेम गते पाठे स्वप्रत्ययस्य लृट्लकारः अवलोकितः आसीत् अस्मिन् पाठे अपरस्मिन् अर्थे लृङ्लकारस्य स्वप्रत्ययः अवलोकयिष्यते लृङ्लकारः असम्भावनार्थे भवति इति वदामः लृङ्लकारः असम्भावनार्थे भवति इति वदामः लृङ्लकारविधायकसूत्रस्य अवलोकनात् पूर्वं सम्भावनार्थे विधिलिङ्लकारस्य विधायकसूत्रम् अवलोकयामः अत्र लृङ्लकारः सम्भावना असम्भावनार्थे तर्हि सम्भावनार्थे लृङ् तत्र पूर्वं विधिलिङ्ग् सम्भावनार्थे विधिलिङ्लकारस्य विधायकसूत्रम् अत्र विधायकसूत्रमस्ति हेतु हेतुमतोर्लिङ्ग् इति तृतीयपादस्य षट्पञ्चाशदुत्तर एकशतं हेतुः च हेतुमान् इत्यनयोः उपस्थितौ हेतुः च हेतुमान् इत्यनयोः उपस्थितौ अर्थात् कार्यकारणभावे सति धातुतः विकल्पेन लिङ्ग् भवति हेतुः कारणं हेतुमत् फलं हेतुभूते हेतुमती च अर्थे हेतुभूते हेतुमती च अर्थे वर्तमानात् धातोः लिङ्प्रत्ययः वा विकल्पेन भवति सर्वकारणम् अपवादः इति काशिकायां हेतुभूते हेतुमति चार्थे वर्तमानात् धातोः लिङ्प्रत्ययः भवति इति काशिकायां पक्षे लृट् अपि विकल्पेन लृट्लकारः अपि भवति इति काशिकायाम् अग्रे दर्शनं दक्षिणेन चेद् यायात् न शकटं पर्या भवेत् यदि कमलकम् आह्वयेत् न शकटं पर्या भवेत् दक्षिणेन यानं हेतुः अपर्याभवनं हेतुमत् विभाषा च अयम् इष्यते भविष्यति च काले भविष्यति च काले अस्तु तेन भविष्यति अपि अस्ति अतः तेन लृट् अपि भवति दक्षिणेन चेद् यास्यति न शकटं पर्या भविष्यति या प्रापणे अदादौ गच्छति इत्यर्थः लटि याति विधिलिङ् यायात् परि परि आ भू इति तत्र परि अपि च आन् प्रत्ययेन उपसर्गेण भू पर्या भवति इत्युक्ते टु टर्न् अप्सैड् डौन् कार्यकारणभावः अपि भवेत् भविष्यति अपि भवेत् वर्तमानकालात् इति चेत् न विधिलिङ् भवति न वा लृट् हन्ति इति पलायते पूर्वतनसूत्रेभ्यः लिङ् इति पदस्य अनुवृत्तिः स्वीकर्तुम् अर्हति स्म किन्तु तथा न कृतं ज्ञापकरूपेण प्रदर्शनार्थं यत् अत्र केवलं भविष्यत्कालः प्रवर्तते न तु अन्ये कालाः यथा वर्तमानकालाः यः एतावता पूर्वतनसूत्रेषु प्रवर्तते स्म तदर्थं लिङ् इति पदं साक्षात् उक्तम् अस्ति प्रकृतसूत्रे हेतुः अस्य अस्ति इति हेतुमान् हेतुश्च हेतुमान् च तयोः इतरेतरद्वन्द्वः हेतु हेतुहेतुमन्तौ तयोः हेतुमतोः हेतुहेतुमतौ सत्यमन्तं लिङ् प्रथमन्तं विपदसूत्रं विभाषाधातोः सम्भावन् वचने अयदि इत्यस्मात् विभाषा य अनुवृत्तिः धातोः प्रत्ययपरश्च इत्येषाम् अधिकारः अनुसूत्रं हेतुहेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा इति तत्र हेतुहेतुमतोः लिङ् इति अस्माभिः पूर्वं पठितमासीत् यत्र कार्यकारणभावः अस्ति हेतु च हेतुमान् अपि अस्ति तत्र हेतु इत्युक्ते कारणं हेतु तत् हेतुमत् फलं तत्र यदि तादृशस्थितौ तत्र लिङ्लकारः भवति पक्षे लृट् अपि भवति भविष्यत् काले इति धातोः लिङ् धातोः प्रत्ययः भवति लिङ् भवति अपि च पक्षे लृट् अपि भवति विकल्पेन इति तत्र भविष्यत्काले इति उक्तं तत्र इदानीं तत्र काशिकायां निदर्शनमस्ति दक्षिणेन यायात् चेत् यायात् इति तत्र यायात् इति तत्र विधिलिङ्लकारं दक्षिणेन यायात् चेत् शकटं न पर्या भवेत् इति शकटं न पर्या भवेत् इति यदि यदि कमलकम् आह्वयेत् शकटं न पर्या भवेत् इति तत्र अत्र कस्यचित् नाम वा कमलकमिति तत्र कमलकः पूर्वं तत् कुत्र न्यासे कुत्र अहं तत्र प्रदर्शितवान् आसीत् तत्र अहमपि किमर्थं कमलकम् इति कमलकः एकः दक्षः सारथि अस्ति तत् ड्रैवर् अस्ति सः मार्गं तत्र मार्ग समीचीनम् अस्ति तस्सा एव सम्यक्तया तत् शकटस्य तत्र शकटं चालयति कोऽपि अन्यः अस्ति चेत् पर्याभवनं भवति तत् तत्र भारपूर्णशकटमस्ति अन्यम् आह्वयन्ति चेत् तत् पर्याभवनस्य तत्र सम्भावना अस्ति तत्र अत्र कमलकः इदर् एक्स्पर्ट् सा कमलक इति नियमः अस्ति कस्य वयं चिन्तितवती नारायणस्मरणम् इति प्रायः तदपि वक्तुं शक्यते खलु कमलकैति ड्रैवर् अस्ति ड्रैवर् आह्वयत् चेत् तदेव तस्य विवरणं दत्तम् अत्र निवसमध्ये तत् यत्र अत्र काशिकायाः निवसः खलु तत्र अस्ति तत्र कमलक इति ईस् एन् एक्स्पर्ट् इति अत्रापि दत्तम् इदानीं किमर्थं पर्यायः भवेत् तत्र भविष्यत्काले कथं वा वयं ज्ञातुं शक्नुमः इति आसीत् लिङ्गकारस्य तदा सः एक्स्पर्ट् अस्ति सः आगच्छति चेत् किं भवति अन्ये आगच्छति चेत् तत्र शक्यस्य पर्यायः भवति तादृश अस्ति तत्र सम्पूर्णविवरणमस्ति तत्र कमलकस्य का वार्ता इति तत्र पलायते इत्यपि अस्ति खलु तत्रैव हन्ति इति पलायते तत्र हन्ति इति पलायते तत्र वर्तमानकालात् इति चेत् विधिलिङ्ग् भवति वर्तमानकालात् भवति चेत् भविष्यत्काले एव भवति तत्र वर्तमानकालात् न भवति इति वर्तमानकाले हन्यात् इति पलायते इति न भवति हन्यते इति पलायते वा तत्र मध्ये तस्मिन्नेव सूत्रे अबोक्ष्यत न विधिलिङ्ग् भवति न वा लृच् वर्तमानकालार्थे इति चेत् न विधिलिङ्ग् भवति न वा लृच् हन्ति इति पलायते हि किल्स् देर्फोर् हि रन्स् इति अर्थः पूर्वतनसूत्रेभ्यः लिङ्ग् इति पदस्य अनुवृत्तिः स्वीकर्तुम् अर्हति स्म तत् सर्वं खलु मध्ये अस्ति पलायनं कृतवान् एक तत्र इदानीं पलायति इति पलायनं कुर्वन् अस्ति तत्र विधिलिङ्गकारः न भवति किमर्थं पलायति हन्ति हननं भविष्यति तस्य परं तत्र लिट्लकार इदानीं पलायनम् अस्ति खलु तत्र हन्ति इति पलायति तत्र लिङ्गकारः न भवति हन्यात् खलु हन्यात् वा हन्ति इत्यस्य हन्यात् खलु इति पलायति हन्यात् इति पलायति इति न भवति हन्ति इति पलायति इति भवति सत्यम् अथवा हनिष्यति इति पलायति इति न भवति सत्यं हन् धातोः विषये अहं न दृष्टवती अत्र तत्र तत्र आङ्ग्लभाषायां किमपि अस्ति खलु टु टर्न् अप्सैड् डौन् इति अस्ति वा परि आ भू पर्या भवति इत्युक्ते टु टर्न् अप्सैड् डौन् क्षम्यतां तस्य अग्रिमवाक्यम् आम् आम् आं भगिनि क्षम्यतां तत्र विधिलिङ्गकारः भविष्यत्काले भवति इति यत्र हेतुमा नास्ति तत्र लिङ्ग्लकार क्षम्यतां लिङ्ग्लकारः खलु विधिलिङ्गकारस्य प्रयोगः भवति इति अस्ति परन्तु भविष्यत्काले न भवति इति क्षम्यतां तत्र वर्तमानकाले न भवति इति उक्तं वर्तमानकाले हन्ति इति पलायते इति तत्र अपि च लिङ्ग् इति पदं पूर्वसूत्रात् अनुवृत्तिः न कृतं किमर्थं चेत् तत्र लट् अपि अस्ति इति कृत्वा क्षम्यतां लृट् अपि अस्ति इति कृत्वा क्षम्यतां तत्र लट् आसीत् वा खलु लट् आसीत् इति प्रायः एकनिमिषं लिङ्ग् इति पदस्य अनुवृत्तिः स्वीकर्तुम् अर्हति स्म किन्तु तथा कृतं तदा यत् अत्र केवलं भविष्यत्कालः प्रवर्तते न तु अन्ये कालाः यथा वर्तमानकालः एतावत् पूर्वतनसूत्रेषु प्रवर्तते स्म अस्तु तत्र इदानीं वर्तमान तत्र पूर्वसूत्रात् लिङ्ग् इति अनुवर्तनं कृतं चेत् तत्र लट्लकारस्य अपि स्यात् इति तस्य निवारणार्थं पुनः लिङ्ग् इति उक्तं हेतुमतोः लिङ्ग् इति बहु पूर्वमस्ति लिङ्ग् उताप्त्योः समर्थयोर्लिङ्ग् जातु यदोर्लिङ्ग् पूर्वसूत्रे तु लिङ्ग् नास्ति विभाषादातौ सम्भावने यदि तद् गतपाठे पठितं सम्भावने लमि इति चेत् सिद्धप्रयोगे तत्र किमपि अस्ति पूर्वतनसूत्रे इत्युक्ते 3-3-152 उताप्योः समर्थयोर् लिङ्ग् गतपाठे अपि अस्माभिः दृष्टं खलु उताप्योः तस्मादेव आनेतव्यम् अनुवृत्तिरूपेण अतः तत्र यत्र हेतु यत्र यत्र लिङ्ग् अस्ति असम्भावना अस्ति तत्रैव असम्भावनायाः एव प्रसक्तिः भवति तथा अतः यत्र यत्र लिङ्ग् अस्ति तत्र एव लिङ्गकारस्य प्रसक्तिः भवति इति अस्ति अतः वयं हेतेतम लिङ्गित्य सम्भावना इति किम् इति अतः एव पुनः अत्र चेत् आम् दक्षिणे दक्षिणेन चेत् शकटं पर्या भवेत् अत्र यायात् चेत् इति अस्माकं तु तादृशप्रयोगः दक्षिणेन यायात् चेत् शकटं पर्या भवेत् इति अस्माकं अवगमनार्थम् अत्र इतस्ततः अस्ति सत्यं सत्यम् आम् उदाहरणं कमलकम् आहूये किं शकटं पर्यापते अस्तु सो अत्र दक्षिणेन यदि इति तस्य स्थाने कमलकम् उपयेत् चेत् शकटं न पर्याभवेत् इति अपि भवितुमर्हति आं सत्यम् आं दक्षिणेन इति यानं दक्षिणेन यानम् इति हेतुः अपर्याभवनम् इति हेतुमत् दक्षिणमार्गः सम्यक् नास्ति इति तत्र इति अस्ति तत्र मार्गस्य मार्गः सम्यक् नास्ति इति तत्र न्यासमध्ये अस्ति न्यासे यदि पठामः तत्र तदेव अस्ति तत्र न्यास इति चिन्तयामि अत्र एव आसीत् सिद्धान्तकौ न्यासः तु अत्र नास्ति प्रायः पुस्तके आचार्यमध्ये अस्ति खलु आचार्य तत्र ब्लाङ्क् ब्लाङ्क् इति दत्तं महोदय अत्र तत्र अन्यस्मिन् स्थले भवति तत्र अत्र अन्वेषणं अन्वेषणं तत्र अस्ति खलु क्षम्यतां क्षम्यतां तदा पूर्वसूत्रापि अथवा तत्र द्रष्टव्यं भवति पूर्वसूत्र वा परसूत्रं वा एकनिमिष तत्र सूत्रसङ्ख्या 3 3 1 5 6 तत्र एकं न्यासः अस्ति खलु तत्र अग्रे तत्र न्यासः भविष्यति भविष्यत्काले उपसर्गात् पठितवन्तः तदपि दर्शितवान् आसीत् तत्र तत्र एकनिमिषः तत्र पदमञ्जरि पदमञ्जरीयं वा पदमञ्जरि इति तत्र पदमञ्जरीयं प्रायः पदमञ्जरीयं भविष्यति इष्यत इति अपेक्ष्यते कथं पुनरेतद्वयं सूत्रे अनुपातमेव लभ्येत लभ्यते इति आह तत्र इति लिङ् इति वर्तमाने इति उताप्त्योः इत्यादेः सूत्रात् इति सूत्रात् तदेव उताप्त्योः अस्माभिः उक्तं खलु तस्मात् सूत्रात् हन्ति इति पलायत इति अत्र हननं हेतुः पलायनं हेतुमत् वर्षणं हेतुः सरणं हेतुमत् पलायत इति तु उपसर्गस्यायतौ इति लक्त्वम् अत्र लक्षणहेतोः क्रियायाः इति क्षत्रादेशो अपि न भवति हतियोगे च सद्विधिः इति व्यवस्थितविभाषासु पठितत्वात् व्यवस्थितविभाषा इदानीम् अहमपि संथिङ्ग् ऐ एम् रिमेम्बरिङ्ग् परन्तु पूर्णतया न स्मरामि परन्तु मां पठितवन्तः इव भाति वाक्यानि बहु कठिनवाक्यानि आमां सत्यं सत्यं युश्वलि न्यासा युश्वलि विल् बि अ लिटिल् ईजियर् परन्तु अत्र न अत्र नास्ति लिङ्ग्लकारप्रसङ्गे दत्तं कुत्रापि लिङ्ग्लकारसूत्रस्य प्रसङ्गे दत्तं तत्र प्रायः लिङ्ग्लकारस्य प्रसङ्गे दत्तम् अग्रे यदा लिङ्ग्लकारस्य भवति खलु तत्र तत्र एव दत्तम् अस्ति इति चिन्तयामि एतत् सूत्र पुनः सम्भावना खलु असम्भाव तत्र भविष्यत्काले लिङ्ग्लकार कथं भवति इति कथं वा ज्ञातुं शक्नुमः? भविष्यति खलु तत्र, भूतकाले वयं ज्ञातुं शक्नुमः, कथं वा पर्यभवनं भवति इति इदानीमेव वक्तुं शक्नुमः इति प्रश्नः भवति खलु. Why, how can we infer that future? Because, you know, he is only expert. Others are not, we have seen that, you know, upside down bhavati iti. Tatra dattamashi. Siddhanta Kaumuti, the vakya masti bhagini. Vasyat krishnam namachet sukam yayat. Krishnam namsyati. चेत् सुखं यास्यति. नारायणस्मरणमपि वयं तत्र सिद्धान्तकौमुद्य तत्र उदाहरणं सदृशमेव भवति. हरेः बहु सम्यक् भवति सर्वदा. तत्र काशिकायाः उदाहरणं सम्यक् न भवति, परन्तु तत्र हरेः कृष्णस्य एव भवति सर्वत्र. भट्टोजिदीक्षितस्य तदेव वैशिष्ट्यमस्ति तत्र. सर्वं तादृशमेव अस्ति. सन्धि आरभ्य वयं पश्यामः चेत् सुधि उपास्य इति तथा भवति. श्रद्धा भवति. आम् सत्यं, सुधि उपास्याः तत्र एव भवति. सत्यम्. आम् सर्वत्र तादृश अस्ति. पश्यन्तु सर्वत्र वयं पश्यामः चेत् भट्टोजिदीक्षितस्य उदाहरणे स एव भवति. सत्यम् अस्ति तत्र भगवतः एव. सत्यं सत्यं, तद् सम्यक् एव खलु. एतद् बहु सम्यक् अस्ति. स्यात् वा स्यात् कृष्णं नमश्चेत् सुखं यायात्. कृष्णं नमस्यते चेत् सुखं यास्यति. सम्यक्. अस्तु भगिनि, भवती एव इच्छामि. एतदाधारेण एतत् आधारेण लृङ् लकारविधायकसूत्रं लृङ् लकारविधायकसूत्रमस्तु. लिङ् निमित्ते लृङ् क्रियातिपत्तौ. लिङ्गः निमित्तं यः हेतुमद्भावः तस्मिन् प्रसङ्गे भविष्यत्कालार्थे क्रियातिपत्तौ धातुतः लृङ् भवति. क्रियातिपत्तिः इत्युक्ते क्रियायाः असिद्धत्वं. भविष्यति इति अनुवर्तते. हेतुमतोर् लिङ् हेतुमतोर् लिङ् इत्येवम् अधिकं लिङ्गः निमित्तम् इत्येवमधिकं लिङ्गः निमित्तम् अस्तु. तत्र लिङ्निमित्ते भविष्यति काले लृङ् प्रत्ययः भवति. लिङ् निमित्ते भविष्यति काले लृङ् प्रत्ययः भवति. क्रियातिपत्तौ सत्याम् इति काशिकायाम्. काशिकायाम् अग्रे निदर्शनं दक्षिणेन चेत् यास्यत् न शकटं पर्याभविष्यत्. यदि कमलकम् आह्वास्यत् न शकटं पर्याभविष्यत्. ओके. अबोक्ष्यत भवान् घृतेन यदि अबोक्ष्यत् भवान् घृतेन यदि अबोक्ष्यत्. ओके. मत्समीपम् अगमिष्यत् समीपम् अगमिष्यत् देन् यु विल् गेट् गी अगमिष्यत् इदानीं अबोक्ष्यत भवान् अबोक्ष्यत यदि मत्समीपम् अगमिष्यत् ओके. But kriyatipattav iti va, so then it didn't happen, is it? Abhokshati bhavishatkala arte idani masti, tada kriya bhavishatkala idani masti, bhavishati eva, na agachati eva, na agachati, puramapi drashtava, tadpaya, tadrasya, tasya sabhava, na agachati eva, mamagraham. if you had come if you had come that's kind of I would have fed you well iti vadamah kalo तत्र भूतकालार्थे भविष्यत्कालार्थे किमर्थम् इति पश्यतु अत्र अस्ति महोदय तत्र इदानीं पश्यतु तत्र तत्रैव न्यासस्य मध्ये अस्ति खलु न्यासमध्ये पठतु तत्र अस्ति तत्र कमलकमापय अस्ति तत्र अस्ति खलु तत्र सूत्रे वा अस्तु इत्येवम् आदिकम् इति इत्येवम् आदिकम् इति आदिशब्देन कथमी लिञ्च इत्येवम् आदयो गृह्यन्ते कृतश्चेद् वैगुण्यात् इति विधुरप्रत्यय प्रत्ययोपनिपातात् कारणान्तरवैक वैकल्याद्वा कुत्र पठितवती भगिनि लिङ्निमित्ते लृङ्क्रियातिपत्तौ तत्र न्यासः 33139 तत्र अङ्गः अस्ति तत्र कम्प्लीट् अस्ति तत्र शकटं पर्याभवनस्य हेतुभूतम् एतेन लिङ्निमित्तं हेतुमद्भावं दर्शयति ओ एतेन लिङ्निमित्तं हेतुमद्भावं दर्शयति लिङ्ग लिङ्गी लिङ्गि लिङ्गे बुद्ध्वा इति लिङ्गं लिङ्गं बुद्ध्वा इति लिङ्गम् इत्युक्ते तत्र तत्र डैरेक्ट् चिह्न चिह्नं कथम् इति अत्र अग्रे अस्ति लिङ्गं भविष्यत्काले वयं ज्ञातुं शक्नुमः इति प्रश्नः अस्ति तत्र लिङ्गि तत्र चिह्नं भवेत् तत्र काचित् तत्र तादृश प्रयोग कथं भवति इति अग्रे अस्ति ओ अस्तु असकृत् प्राक् कमलक आह्वाने सति शकटस्य पर्याभवनं दृष्ट्वा अपर्याभवनं दृष्ट्वा भाविनो अपि कमल आह्वानस्य शकटस्य पर्यायभवनस्य हेतुभूतत्वं लिङ्गेन बुद्ध्वा 33139 अत्र भवती कुत्र पठितवती न्यासः सो असकृत् प्राक् पूर्वं कमलक आह्वाने सति कमलक आह्वाने सति दृष्ट्वा इन्फरेन्स् इति वदामः खलु शकटस्य अपर्याभवनं दृष्ट्वा भाविनो अपि कमल आह्वानस्य शकटस्य अपर्याभवनस्य हेतुभूतत्वं लिङ्गेन बुद्ध्वा ओ अस्तु एतत्तु अस्माकं लिङ्ग इति इत्युक्ते तत्र कोऽपि भवेत् खलु कारणम् इति गच्छति इति आगमिष्यति इति अग्रे अस्ति पुरा किमर्थं लिङ्ग् इति चिह्नं कथं शक्नुमः आगमिष्यति अग्रे अस्ति लिङ्गं पुनः कमलक आह्वानसामान्यं धर्मम् अस्तु तद् अतिपर्तितं कमलक आह्वानस्य शकटपर्याभवनस्य च अतिपत्तिं अस्तु ओके तत्र कमलक आह्वानस्य अतिपत्ति कमलकस्य देशान्तरगमनादीना लिङ्गेन अवगम्यते लिङ्गेन अवगम्यते गतवान् तदेव कारणमस्ति तत्र तदेव कारणं भविष्यत्काले कथं ज्ञातुं शक्नुमः इदानीं वयं अहं जानामि इदानीं नास्ति इति श्वः गच्छति इति श्वः इदानीं अमेरिकादेशे कुत्रापि अस्ति लिङ्गेन अवगम्यते ओ हो हो हो हा सम्यक् तद् लिङ्गेन अवगम्यते शकटपर्याभवन स्यात् शकटपर्याभवनं भवति इति अत्र शकटपर्याभवनं कृते किदं कथं भवितुमर्हति इत्युक्ते शकटस्य गुरुभारण भारोप आरोपण ओके ओके अत् अनेन अवगम्यते तत्र शकटस्य पर्याभवनं स्यात् इति भविष्यत्काले खलु भविष्यत्काले भूतकाले ज्ञातुं शक्नुमः खलु इदानीं यत् वयं क्रिया अधिपति भूतकाले भविष्यत्काले अधिपति कथं वा तादृशप्रयोगः भवितुम् अर्हति इत्युक्ते तादृश एतादृशसन्दर्भेषु वयं कोऽपि तत्र कारणं भवेत् तादृशं वक्तुम् इदानीं चिह्नमस्ति लिङ्गमस्ति तत्र इदानीं सः गतवान् अतः तस्य आगमनस्य प्रतीक्षा नास्ति खलु तत्र प्रतीक्षा न कर्तुं शक्यते अस्तु इतो वाक्यात् इति यदि कमलकम् आह्वस्य द्वित्यो न न न यदि आह्वास्यत् इति आदेव इत्यादेव वाक्यात् किमपि मिस्सिङ्ग् अस्ति कमलकम् आह्वास्यति इति आह्वास्यति इत्यादे इत्यादौ एव वाक्यात् अतः किमर्थं क्रियाग्रहणं न स्वेत् एतद् वक्तव्यं न तु एतद् वक्तव्यं लिङ्निमित्ते लृ क्रियातिपत्सौ इति ओ अतः एव तद् आवश्यकम् इति वदति धात्वाधिकार विना अपि क्रियाग्रहणेन धात्वर्थस्य अतिपत्ति इव इति विशेषार्थो लभ्यते अतः एव पूर्वमहं चिन्तितवान् कथं वयं वक्तुं शक्नुमः इति तत्र भविष्यत्काले तत्र अधिपतिः कथं वा जातुं शक्यते इदानीमेव इति किमर्थं भवितुमर्हति न भवितुमर्हति खलु भवितुमपि अर्हति तत्र क्रियायाः सिद्धिः अपि भवितुमर्हति अथवा अधिपत्यः भवितुमर्हति एतादृशसन्दर्भेषु तत्र वयं वक्तुः तादृश चिन्तनमस्ति यत् भविष्यति एतत् क्रिया अधिपतिः भवति इति नेगेटिव् थिङ्किङ्ग् एव भवति सत्यं सत्यं सत्यं क्रियाधिपत्यं सम्यक् सम्यक् अस्ति यत् अस्तु आं भगिनि अभोक्ष्य तत्रैव घृतमेव स्वीकृतं खलु अभोक्ष्यत भवान् घृतेन यदि अस्तु अत्र लिङ्ग किम् अस्ति लिङ्ग लिङ्ग लिङ्गः अभोक्ष्य भवान् भविष्यत्काले अगमिष्यत् अगमिष्यत् भूतकालस्य तदेव अस्ति खलु भूतकाले अपि क्रियातिपत्रौ अपि आगमिष्यति एव तत्र लिङ्ग किमपि भवेत् तत्र मम सम्बन्धः सम्यक् नास्ति इति सम्यक् नास्ति न आगच्छति एव आगमिष्यति एव इति तादृश यथा कमलकस्य देशान्तरगमनं तत्र अत्रापि किमपि लिङ्गं भवेत् तादृशवाक्यस्य प्रयोगार्थं खलु भविष्यत्काले सः न आगच्छति इत्यर्थः खलु अत्र वाक्ये भविष्यत्काले प्रयोगः अत्र भविष्यत्काल अपि च अगमिष्यत् द्वयोः अपि भविष्यत्कालमेव यदि आम् अगमिष्यत् चेत् अभोक्ष्यत इति अर्थः भवति खलु If you come, I will feed you with ghee rice, but you won't come. You won't come. Iti Sambhavana. That looks like negative thinking, like what? Lingam avashyakam ati, chinnam avashyakam ati, kamalaka iti, ata parin karna, deshavata gatavani. Talasha, kimapi karanam bhavet, kimartam nagamishyati iti. Kimapi bhavet. भविष्यत् कालः प्रायः एतत् भवति पठति खलु के परान्नं न खादति इति केचन जनाः इदानीम् अस्ति परान्नं न खादति अस्माकं तत्र ग्रामे एकः आसीत् तत्र वैदिकः कदापि करोति कार्यं करोति शादादिकं करोति परन्तु खादनार्थं गृहे एव गच्छति तत्रैव तत्र भार्यया एव तत्र करणीयं तदा एव खादति सः इदानीं मृतः तत्र एकवर्षपूर्वं बहु तत्र ब्राह्मण इत्युक्ते तत्र ब्राह्मण तत्र यत् नियममस्ति तत् सम्यक् पालयति सत्यम् खादति कदापि न खादति सः कस्मिन् गृहे न खादति गृह एव खादति करोति गृहं गत्वा एव खादति इति तादृश सत्यम् इट् इस् कामन् यस् इदानीन्तनकाले नोबडि फालो अधिकं नास्ति परन्तु वन् आर् वन् आर् टु आम् सत्यं पूर्वस्मिन् काले तत्र तत्र शारदादिके वयं न गच्छामः तत्र केवलम् आह्वानम् अस्ति अथवा यत् सम्बन्धिनः एव गच्छति स्म परन्तु इदानीं सर्वे गच्छन्ति फ्यामिलि अलं फ्यामिलि आम् इदानीं तु सर्वं परिवर्तितं खलु अस्तु भविष्यत् अपर्याभवनम् अपर्याभवनं च हेतुमत् तत्र हेतुभूतं च कमलक आह्वानम् भविष्यत् अपर्याभवनम् अपर्याभवनं च हेतुमत् ओके तत्र हेतुभूतं च कमलक आह्वानं लिङ्ग् लिङ्गि लिङ्गो न लिङ्गि लिङ्गे बुद्ध्वा तद् अतिपत्तिं च प्रमाणान्तरात् अवगम्य वक्ता वाक्यं प्रयुङ्क्ते यदि कमलकम् आह्वास्यत् न शकटं पर्याभविष्यति इति हेतुमतोः आह्वान अपर्याभवनयोः भविष्यत्कालविषययोः अतिपत्ति इतो वाक्यात् अवगम्यते इतः वाक्यात् अवगम्यते to read to understand this tada pramanantaram avagamya kalu pramanantaram avagamya tadeva asti pramanantaram avagamya tikti tatra kopi anya pramanam bhavet tatra kamalaka idan deshantara gamana deshantara gatava ani tadarsha lingi lingi linge budhva iti uktam kalu tadeva asti lingi linge budhva tat adipattim cha lingi लिङ्गे बुद्ध्वा सो लिङ्गि लिङ्गे बुद्ध्वा लिङ्लकारे अपि च लिङ्गे चिह्नं आम् ओके लिङ्गि लिङ्गे बुद्ध्वा तत् अतिपत्तिं च ओके दट् इस् नाट् डन् तत् अतिपत्तिं च प्रमाणान्तरात् अवगम्य वक्ता वाक्यं प्रयुङ्क्ते यदि कमलकम् आह्वास्यत् न शकटं पर्याभविष्यति इति हेतुमतोः आह्वानपर्याभवनयोः हेतुमतोः आह्वानपर्याभवनयोः भविष्यत्कालविषययोः अतिपत्तिः इतः वाक्याद् अवगम्यते सो हेतु अण्ड् हेतुमत् आह्वानम् अण्ड् पर्याभवनम् हेतु इस् आह्वानम् हेतुमत् इस् पर्याभवनम् योः भविष्यत्कालविषययोः अतिपत्तिः इतः वाक्यात् अवगम्य इतः वाक्यात् अवगम्यते लिङ्गः निमित्तम् लिङ्गः निमित्तं लिङ्निमित्तं तस्मिन् लिङ्निमित्ते षष्ठी तत्पुरुषः क्रियायाः अतिपत्तिः क्रियातिपत्तिः षष्ठी तत् तस्यां क्रियातिपत्तौ षष्ठी तत्पुरुषः लिङ् निमित्ते सप्तम्यन्तम् निमित्ते सप्तम्यन्तम् लृङ् प्रथमान्तम् क्रियातिपत्तौ सप्तम्यन्तम् सप्तम्यन्तम् त्रिपदमिदम् सूत्रम् अस्तु. भविष्यति मर्यादावचने अवरस्मिन् भविष्यति मर्यादावचने वरस्मिन् इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः. धातोः धातोः प्रत्ययः परश्च इत्येतेषाम् अधिकारः अनुवृत्तिसहितसूत्रं लिङ् निमित्ते भविष्यति धातोः लृङ् प्रत्ययः परश्च क्रियातिपत्तौ. ओके, लिङ् निमित्ते लृङ् क्रियातिपत्तौ लिङ् ओके लिङ् निमित्ते सप्तम्यन्तं दोसराल् लृङ् प्रथमान्तं क्रियातिपत्तौ सप्तम्यन्तं दोसराल् ओके भगिनि बद्धन् लिङ् निमित्तं हेतुहेतुमद्भावः तस्मिन् प्रसङ्गे भविष्यत् कालार्थे क्रियातिपत्तौ. That's when, yeah, it certainly looks like negative thinking. Bhavishyatkalaarthe kriyadipattav dhatutaha lring bhavati. Ling nimittam yaha hetu hetu madbhavaha tasmin prasange bhavishyatkalaarthe kriyadipattav dhatutaha lring bhavati. So in this sentence, where was the lring? Bhavish, in the udaharana. लृङ् प्रत्ययः लिङ् लृङ् लृङ् वाक्यात् अवगम्यते वाक्यात् अवगम्यते परन्तु इदानीं वयं तत् तादृश एतद् भविष्यत्काले वदति वा भूतकाले इति वदति वा इति तद् वाक्यात् एव प्रसङ्गात् एव अस्मिन् वक्तुं शक्यते किमर्थम् इति भूतकाले अपि भविष्यत्काले अपि समान लिङ् समानमेव खलु प्रसङ्गादेव अवगम्यते सत्यम् अहं करोमि धीरैः करोमि श्वः कदा एव भवति खलु तदा अहं वदामि तदा एव तादृशप्रयोगः भवति अग्रे नेक्स्ट् वाक्यम् अग्रिमवाक्यम् अभोक्षत भवान् द्वितीयेन यदि मत्समीपे आगमिष्यत् अहं धीरैः करिष्यामि अग्रिममासे अत्र किमपि भवेत् तादृश परं भवान् आगमिष्यति इति तादृश वाक्यादेव अवगम्यते खलु पुनरेकवारं वदतु अभोक्ष्यत भवान् भवान् द्वितीयेन यदि मत्समीपम् आगमिष्यति इति अस्ति अभोक्षत इति तत्र पश्यतु तत्र भूतकाले अपि भवितुमर्हति खलु तादृश अर्थः किमर्थम् इदानीं भवान् न गतवान् अतः न खादितवान् इति भवति खलु भवान् इदानीं न अभोक्षत् किमर्थम् इति तत्र भवान् मम समीपे आगमत् इति खलु तादृश अर्थः अस्ति परन्तु अत्र भविष्यत्काले अस्ति इदानीं भविष्यत्काले अत्र वयं ज्ञातुं शक्नुमः वाक्यात् एव खलु तत्र कोऽपि तत्र तत्र सन्दर्भं दृष्ट्वा एव वाक्य कोऽपि अन्यवाक्य भवेत् अग्रे अहं करोमि इति तत्र घृतेन तत्र घृतेन ओदनं घृतोदनं करोमि तत्र घृतोदनं करोमि करिष्यामि इति वदति अनन्तरं एतद् वाक्यं भवति अभोक्षत् भवान् कृतेन यदि मत्समीपम् आगमिष्यति इति अन्यथा वयं ज्ञातुं शक्नुमः खलु एतत् भविष्यत्काले वदन् अस्ति वा अथवा भूतकाले भूतकाले वयं जानीमः रूपसामान्यमस्ति असम्भावना एव अस्ति तत्र अतः सत्यम् तत् किमपि आमन्त्रणमिव दत्त्वा इन्विटेशन् दत्त्वा यदा वदति अभोक्ष्यत भवान् कृतेन मत् समीपम् आगमिष्यत् इत्युक्ते दट् फङ्क्षन् लेटर् आन् अस्ति अतः सः तादृशं वदति इति अवगन्तुं शक्यते परन्तु रूपं यदा महोदयेन is already planned this trip but I know that you are going outside so so you are not able to eat you are not able to come kalashapi bhavet kalu tat negative thinking realistic thinking api bhavati kalu kalu vyavahara asti kalu satya satya tat prasangana karane satyam satya etat api etat the tense matye na agachati kalu mood veda lot lakarah potential mood va potential prakriya potential mood prakaranam इट्स् नाट् अ टेन्स् तत्र कालनिर्दिष्टमूडे कालिकलकार नास्ति आर्टिकलकार कालिकलकार इति तद् यदा विभागजं कुर्मः तद् एतत् आर्टिकलकारे भवति अर्थ तादृशः भवति सत्यं सत्यम् अस्तु भविष्यत् भविष्यत् अपर्याभवनं च हेतुम् तत्र हेतु भूतं च कमलकाह्वानम् मोक्ष्यत् भवान् कृतेन यदि मत्समीपमागमिष्यत् पठितवती भगिनि समाप्तं वा आम् आं भगिनि संस्कृतेन कथं वक्तव्यं मम मम वाट् इन् मै ओन् वर्ड्स् ऐ केनाट् से दिस् भगिनि किमपि नास्ति तत्र लिङ्ग् निमित्तं तद् हेतु भवेत् क्रियाधिपत्तौ ओके क्रियायाः भविष्यत्कालार्थे एव तद् तस्मिन् प्रसङ्गे भविष्यत्कालार्थे क्रियाधिपत्तौ धातुतः लृङ् भवति इति उक्तम् भविष्यत्कालार्थे एव तावदेव तत् हेतु भवेत् हेतुमा भवेत् आम् लिङ्ग् निमित्तं भवेत् लिङ्ग् निमित्तम् इत्युक्ते हेतु हेतुमद्भावः द्वयमपि भवेत् वाक्ये परन्तु भविष्यत्कालार्थे क्रियातिपत्तौ धातुतः लृङ् भवति तत्र सूत्रे एव एतद् तु भविष्यत्कालार्थे एव भविष्यत्कालार्थे प्रयोगः अपि भवति भूतकाले अपि भवति कथं भविष्यत्काले इति दत्तम् आम् आं भगिनि भवती एव सुवृष्टिश्चेत् सुवृष्टि दिस् इस् फर् वी हेव् सुवृष्टिः चेत् सुवृष्टिः चेत् अभविष्यत् तथा सुभिक्षम् अभविष्यत् आम् अत्रापि भविष्यत् ओके सुवृष्टिः चेत् अभविष्यत् तथा सुभिक्षम् अभविष्यत् ओके येषु निदर्शनेषु सुवृष्टिः येषु निदर्शनेषु सुवृष्टिः दक्षिणेन यानं कमलक आह्वानं मत्समीपम् आगमनम् इत्येते सर्वे हेतवः सुभिक्षं शकटस्य न पर्याभवनं घृतेन भक्षणम् इत्येते सर्वे हेतुमन्तः फलम् ओके वृष्टिः सम्यक् न भविष्यति अतः समीचीनम् अन्नं न भविष्यति दक्षिणेन न गमिष्यति अतः शकटः भग्नः भविष्यति इति क्रियायाः अतिपत्तिः नाम क्रियायाः असिद्धत्वम् अस्तु सुवृष्टिः चेत् अभविष्यत् तदा सुभिक्षम् अभविष्यत् वाक्यसमये वाक्य यदा वक्तुः वदति सुवृष्टिः तत्र तदानीन्तनकाले सुवृष्टिः नास्ति इति सुवृष्टिः नास्ति तदा देन् सुभिक्षमपि भविष्यत् नास्ति इति सुवृष्टिः इति हेतु सुभिक्षं नास्ति अत्र अट् अ टैम् इति हेतुमन्तः तथा एव शकट् दक्षिणेन यानम् इति हेतुः अपि च हेतुभावः हेतुमत् अस्ति शकटस्य न पर्याभवनम् न कमलक आह्वानमेव दक्षिणेन यानं हेतुः अस्ति चेत् शकटस्य परिभवनं भवति परन्तु कमलक आह्वानम् अस्ति चेत् शकटस्य वाक्यद्वयम् अत्र दक्षिणेन यानं शकटस्य न पर्याभवनम् कमलक आह्वानं शकटस्य न पर्याभवनम् इति वाक्यद्वयं वाक्यद्वयं दक्षिणेन यानं शकटस्य न पर्याभवनम् अस्तु बट् कमलक आह्वानं शकटस्य न पर्याभवनं पृथक् पृथक् वाक्यद्वयं पृथक् पृथक् आम् आम् आम् मत्समीपम् आगमनं घृतेन भक्षणम् अस्तु सो वृष्टिः सम्यक् न भविष्यति अतः समीचीनम् अन्नं न भविष्यति दक्षिणेन न गमिष्यति अतः शकटः भग्नः भविष्यति दक्षिणेन न गमिष्यति यदि दक्षिणेन गमिष्यति चेत् पर्याभवनं न भवति न गमिष्यति चेत् किं भवति शकटः भग्नः भविष्यति ओके then bagini then oh south if you go south it is then there is no paryabhavana if you go yes if you go south there is no paryabhavana if you don't go south paryabhavanam will happen bhavana okay viparitataya maya idanim chintit mostu astu so bhavishyati iti okay या दक्षिणेन न गमिष्यति अतः शकटः भग्नः भविष्यति इति क्रियायाः अतिपत्तिः नाम क्रियायाः असिद्धत्वं सो दे डिन्ट् गो बै द सौत् सो क्रियायाः असिद्धत्वम् ओके समीचीनम् एतस्मात् प्रायः अग्रिमसप्ताहे पठामः ऋङ्लकारः व्यवहर्तुं शक्यते एकः पठितवन्तः भविष्यत्कालार्थे भवति इति भूतकालार्थे इति अग्रिमसप्ताहे पठामः इदानीन्तनकाले इदानीं तत्र एल् पि जि न मिलति खलु अतः भविष्यत् तद् गृहेण अभोक्षत इति भवति आं सत्यम् अन्नं न भविष्यति इन्धनं आम् अन्नं न अभविष्यत् सत्यं सत्यं युद्धं युद्धम् इतोपि अप्रचलिष्यत् चेत् अस्माकं बुभुक्षा एव अजनिष्यत् सत्यं तदेव लुङ् असम्भावनार्थे अस्तु अग्रिमसप्ताहे अनुवर्तयामः अग्रिमसप्ताहे लिङ्गः परिचयः इत्यस्मात् आमामां पठामः नास्ति चिन्ता एकः एव पाठः खलु अतः मन्दमेव गच्छामः आम् उदाहरणं स्वीकृत्य पठनीयं सत्यं सत्यम् अथवा कोऽपि लाभः एव नास्ति सूत्रं रूपं जानीमः प्रयोगः एव न जानामि चेत् तत्र किं वा प्रयोगः तद् उदाहरणानि स्वीकृत्य एव पठामि अस्तु अस्तु अस्तु धन्यवादः धन्यवादः